अस्तु, तर्हि अस्माकं विषयः अस्ति समासः. कश्चन परिचयः सिद्धः पूर्वमेव. इदानीं विशेषतः तत्पुरुषसमासः अपि च तत्र सामान्यतत्पुरुषसमासः अपि च कमठार्यसमासः, अनयोः तुलना इति गते सप्ताहे आरब्धा आसीत्. तस्मिन् क्रमे च कश्चन सिद्धान्तः पुनोद्भावः, कुत्र भवति कुत्र न भवति इति अस्माभिः अधीतं. स च विषयः पुनः अवलोकनीयः. अन्यत् किञ्चित् ततः अधिकं किञ्चित् अधिकं संयोजितमस्ति विषयस्य परिपूर्णार्थं. तर्हि तत्र एकादशसङ्ख्यकः बिन्दुः अस्ति, समासे पुंवद्भावः यत्र सामानादिकरण्यं विद्यते इति वार्ता. तर्हि पश्येम इदानीं पुनस्मरणार्थं किञ्चित् ततः आरभामहे. तत्र सुकवान् वा तत्र पठति वा शुद्धभाषा? आं महोदय. समासे पुमुद्भावः यत्र सामानाधिकरण्यं विद्यते, शुद्धभाषा इति साधुरूपं, शुद्धा भाषा इति दोषाय. किमर्थम् इति अत्र उच्यते. समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते. समानम् अधिकरणम् इत्यस्य भावः सामानाधिकरण्यम् नाम समासे पदद्वयम् अस्ति चेत्, तयोः समानः आधारः अस्ति चेत् तर्हि सामानाधिकरण्यम् अस्ति. समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्षते, एकार्थबोधकत्वम् अपि अपेक्षते. इदानीं तत्र समासे पुंवद्भावः यत्र सामानाधिकरण्यं विद्यते इति शीर्षकमस्ति. तत्र प्रथम उदाहरणम् अस्ति शुद्धभाषा इति. तत्र शुद्धा भाषा इति लिखामश्चेत् तद्दोषाय इति लिखितमस्ति. किमर्थम् इति चेत् समासे पुमुद्भवः सम्भवति यत्र सामानाधिकरण्यं विद्यते. प्रथमनियमः अस्ति पदद्वयोः मध्ये, पदद्वयोः मध्ये एव, सुबन्धपदद्वयोः मध्ये एव समासः भवति इति अस्माभिः अधीतं. तयोः मध्ये यदा सामानाधिकरण्यं विद्यते तदा एव पुंवद्भावः भवितुम् अर्हति इति प्रथमं नियमम् अस्ति, प्रथमनियमः अस्ति. इदानीं समानम् अधिकरणम् इत्यस्य भावः सामानाधिकरणं. सामानाधिकरण्यम् इत्युक्ते किम् इति चेत् द्वयोः पदयोः समानम् अधिकरणम् इति अर्थः. नाम समासे पदद्वयम् अस्ति चेत् तयोः समानः आधारः अस्ति चेत् सामानाधिकरण्यम् इति अस्ति. इदानीं कथं वा द्वयोः पदयोः समान अधिकरणम् आधारः अस्ति इति कथं वा निश्चेतव्यम् इति चेत् समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्षते, एकार्थबोधकत्वम् अपि अपेक्षते. कदा पदद्वयोः मध्ये समान आधारः वर्तते इति स्वीकुर्मः, यदा पदद्वयोः समानविभक्तिकत्वं भवेत्. उदाहरणार्थं तत्र प्रथमाविभक्त्याम् एकं पदम् अस्ति चेत् अन्यत् पदमपि प्रथमाविभक्त्यां भवेत् इति नियमः. अपि च एकार्थबोधकत्वम् अपि अपेक्षते पदद्वयोः मध्ये. एकार्थबोधकत्वम् इत्युक्ते पदद्वयमपि एकमेव अर्थं, पदद्वयेन एकमेव अर्थं सूचितं भवेत् इति अपि नियमः अस्ति. एकैव अर्थः सूचितः, एकैव अर्थः. हा अस्तु, बहु समीचीनमस्ति. स्पष्टता प्रतिपादितं, स्पष्टतया भवता समीचीनं, समीचीनं. धन्यवादः. अग्रे सरला भगिनी वा? आं महोदय, समासे यत्र समानाधिकरणं तत्र स्त्रीलिङ्गे पुवद्भावः भवति इति साधारणनियमः, तर्हि समानाधिकरणं केषु समासे कुत्र कुत्र नाम उत्तमबालिका इति इदानीमस्ति? अस्तु, क्षम्यताम्, उत्तमबालिका उत्तमबालिका अस्मिन् उदाहरणे समानविभक्तित्वम् अपि अस्ति, एकार्थबोधकत्वम् अपि अस्ति, नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समानविभक्तित्वं, तथा च द्वयोः अपि अर्थः सा बालिका, अतः एकार्थबोधकत्वम् अपि अस्ति, समानविभक्तित्वम् अपि अस्ति, एकार्थबोधक त्वम् अपि अस्ति, अतः समानाधिकरण्यम् अस्ति, समानाधिकरण्यम् अस्ति, अतः पुमद्भावः सम्भवति इति नियमः। यथा उपरि दृष्टवन्तः स्त्रीलिङ्गे समस्ते पदे पुमद्भावः भवति, इदानीम् उदाहरणमस्ति उत्तमा बालिका, उत्तमा बालिका द्वयोः पदद्वयं प्रथमाविभक्त्याम् अस्ति, तस्य समस्तपदं प्रथमाविभक्ति लुप्ता उत्तमबालिका इति भवति, उत्तम पद तस्य पुवद्भावः, अत्र लोपस्य विषयः नास्ति, विभक्तिलोपः जातः इति नास्ति, किन्तु उत्तम इति उत्तम अपेक्षा उत्तम पुवद् पुवद् पुंसि भवति, उत्तम स्त्रीलिङ्गे भवति, द्वे पदे तस्य भिन्नता इति अस्ति। अस्मिन् उदाहरणे बालिका अस्ति आधारः, बालिकात्वम् अपि तस्मिन् अस्ति, उत्तमता अपि तस्मिन् अस्ति, अतः एकार्थबोधकत्वं भवति बालिका, तस्य समानविभक्तित्वम् अपि अस्ति, यदि समानविभक्ति समानविभक्तिकत्वम् एकवारं वदतु, समानविभक्तिकत्वं समानविभक्तिकत्वं समानविभक्तिकत्वम् अपि एकार्थबोधकत्वम् अस्ति बालिका पदे, अतः तत् भवति समानाधिकरण्यम्, अतः समस्तपदे पुमद्भावः आगच्छति स्त्रीलिङ्ग पदे। आम्, हा, बहु समीचीनमस्ति। तर्हि अत्र समानविभक्तिकत्वम् अपि अस्ति, एकार्थबोधकत्वम् इति अपि अस्ति, नाम तत्र उत्तमा इत्युक्ते बालिका, वयं वक्तुं शक्नुमः बालिका गच्छति, एतदपि वक्तुं शक्नुमः उत्तमा गच्छति, उत्तमा गच्छति इत्यस्य कथनस्य अर्थः एवं यत् बालिका एव गच्छति, उत्तमा इत्युक्ते बालिका, उत्तमा प्रथमाविभक्तो अस्ति, बालिका प्रथमाविभक्तो अस्ति, अपि च द्वयोः आधारः एकः, सा एव बालिका, नाम उत्तमत्वं बालिकायां, बालिकात्वं बालिकात्वमपि तत्रैव बालिकायाम् इति कृत्वा तत्र अर्थः आधारः एकः एव इति कृत्वा समानाधिकरणीयं। महोदय, यथा भवान् उक्तवान् उत्तमत्वम् अस्ति, कथं विभक्ति विभक्तिकत्वम् एकात् बोधकत्वं तत्र क आगच्छति मध्ये? अत्र कपतयः वैकल्पिकमस्ति, तादृशी परम्परा एतादृशेषु सन्दर्भेषु अस्ति, कपतयः कश्चन अस्ति, विभक्तित्वम् इति अपि वक्तुं शक्नुमः, समानविभक्तित्वं, त्वं त्व त्व इति प्रत्ययः अस्ति, क इति पृथक् प्रत्ययः अस्ति, अत्र एतादृशेषु शास्त्रीय विषयेषु बहुत्र न्यायशास्त्रे अपि, विशेषतः न्यायशास्त्रे व्याकरणशास्त्रे अपि तथा अस्ति, वस्तुतः क प्रत्ययः वैकल्पिकः अस्ति, समानविभक्तिकत्वं, समानविभक्तित्वमपि वक्तुं शक्नुमः, एकार्थबोधत्वम् एकार्थबोधत्वम् अपि वक्तुं शक्नुमः, दोषाय नास्ति. किन्तु ककारः लिखितमस्ति, ककारः लिखितः अस्ति इति कृत्वा वक्तव्यमस्ति खलु. हा अस्तु, बहु समीचीनमस्ति. तर्हि अत्र सामानानि करणीयम् अस्ति. प्रश्नः अस्ति, पुङ्गद्भावं केवलं प्रथमाविभक्ति अस्ति वा? न, यत्र यत्र समानविभक्तिकत्वम् अस्ति नाम तत्र उत्तमायाः बालिकायाः पुस्तकम्, उत्तमबालिकायाः पुस्तकम्, विभक्तिः या कापि भवतु नाम तत्र तत्र नाम विभक्तिलोपः इति न जातः इति मया उक्तमस्ति. तस्य कथनस्य आशयः एवमस्ति यत् अत्र तत्पुरुषसमासः न, तत्र सामान्यतत्पुरुषसमासः नास्ति. तत्र यथा षष्टि तत्पुरुषसमासः इति यदा वदामः तत्र षष्टिविभक्तिलोपः भवति. अत्र कर्मदार्यसमासः अस्ति, न तु सामान्यतत्पुरुषसमासः इति. केवलं वेदस्य प्रदर्शनार्थं मया उक्तमस्ति यत् विभक्तिलोपः. वस्तुतः तत्र समासे तत्र सर्वत्र प्रथमतया विभक्तिलोपः भवति सर्वत्र, यस्मिन् कस्मिन्नपि समासे. तत्र नाम प्रक्रियायां, शास्त्रीयप्रक्रियायां तत्र यत्र समासं निर्मामः तत्र यत्र निर्माणं भवति समासस्य तत्र विभक्तिलोपः सर्वत्र भवति इति विषयान्तरं. किन्तु अत्र वार्ता पृथक् अस्ति. सामान्यतत्पुरुषः तत्र पदस्य तत्र विभक्तिलोपः भवति तत्र. अपि च विभक्त्यान्तरमस्ति, तत्र विभक्तिभेदः अस्ति. प्रथमपदस्य विभक्तिः भिन्ना अस्ति, द्वितीय पदस्य विभक्तिः भिन्ना इति अग्रे द्रक्ष्यामः तत्सर्वम्. अथवा इदानीमेव अवगन्तुं शक्नुमः अत्र कर्मधार्यसमासे तत्र द्वयोः पदयोः विभक्तिः समाना अस्ति, विभक्तिः समाना अस्ति इति अवश्यं बोध्यम् अत्र. सामान्यतत्पुरुषः नाम बालकस्य पुस्तकं बालकपुस्तकं, बालकस्य षष्टिविभक्तौ पुस्तकं प्रथमाविभक्तौ, पृथक् विभक्ति कर्तुम् अस्ति. अतः तत्र किन्तु पुंभावः न सम्भवति. बालिकायाः पुस्तकं बालिकापुस्तकं, बालिकापुस्तकं न बालिकायाः पुस्तकं, तत्र पुंभावः नास्ति. अत्र यतोहि अतः तत्र भेदः, महत्त्वपूर्णभेदः अस्ति. बालिकायाः पुस्तकं बालिकापुस्तकम्, उत्तमा बालिका, अत्र उत्तमा इत्युक्ते बालिका, बालिकायाः इत्युक्ते पुस्तकम् इति तु नास्ति. उत्तमा इत्युक्ते बालिका, तत्र समानार्थ तत्र एकार्थबोधकत्वम् अस्ति, अपि च समानविभक्तिकत्वमपि अस्ति. उत्तमा प्रथमाविभक्तौ, बालिका प्रथमाविभक्तौ, बालिकायाः षष्ठीविभक्तौ पुस्तकं प्रथमाविभक्तौ. एकार्थबोधकत्वमपि नास्ति, समानविभक्तिकत्वमपि नास्ति. अत्र उभयमस्ति इति कृत्वा पुंवोद्भावः न केवलं सम्भवति नित्यमेव, अत्र वैकल्पिकः नास्ति पुंवोद्भावः, अत्र नित्यः. उत्तमा बालिका, उत्तमा बालिका इति दोषाय अस्ति, उत्तमा बालिका इति वक्तव्यमस्ति समासप्रसङ्गे. अस्तु, हा समीचीनमस्ति. तर्हि अग्रे लीना भगिनि, अग्रे पठामि. समासे यत्र सामानाधिकरण्यं तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः, तत्रतः एव पठनीयः. सत्यं. तर्हि नपुंसकलिङ्गे न भवति वा? उत्तमं कार्यम् इति अस्ति चेत् तत्र उत्तमकार्यम् इति पुमद्भावः न भवति वा? तत्र पुंवद्भावः इति प्रायः न वक्तव्यमस्ति. तत्र वस्तुतः यत्र यत्र कुत्रापि समासः भवति तत्र प्रातिपदिकं प्रातिपदिकरीत्या स्वीकर्तव्यमस्ति. एतत् पदं किमासीत् पुनः वदतु? उत्तमं कार्यम्, उत्तमं योगः कार्यम्, उत्तमकार्यम् इति भवति किल? आमाम्, उत्तमम्, उत्तमं कार्यम्, उत्तमं कार्यम्. तत्र किं वक्तव्यमस्ति, सामान्यतया स्त्रीत्व विशेषः एतत् सर्वं वदामः. किं विद्याभगिनी किं किमपि वक्तुमिच्छति वा? तत्र विभक्तिः उत्तम इति प्रातिपदिकम् अस्ति. अत्र विभक्तिः लोपानन्तरम् उत्तम एव तिष्ठति. अत्र पुंवद्भावस्य आवश्यकता एव नास्ति खलु? कुत्र? अत्र उत्तमं कार्यम् इत्यस्मिन् सन्दर्भे पुंवद्भावः, अत्र पुंवद्भावः इत्यस्य आवश्यकता एव नास्ति. यतोहि प्रातिपदिकम् उत्तम एव. स्त्रीलिङ्गे तु प्रातिपदिकम् उत्तमा इति अस्ति, अतः तत्र पुंवद्भावस्य आवश्यकता. अत्र वस्तुतः यत्र समासनिर्माणं भवति, यत्र समासनिर्माणं भवति तत्र प्रथमतया विभक्तिलोपः भवति. विभक्तिलोपः भवति इति कृत्वा उत्तमं कार्यम् अत्र प्रातिपदिकमेव तिष्ठति. उत्तमकार्य इति प्रथमं सोपानमस्ति शास्त्रीयप्रक्रियायां. तर्हि मकारः अपगच्छति एव, किन्तु उत्तमा अत्र सत्यम्, अत्र प्रातिपदिकमेव उत्तमा अस्ति. तत्र स्त्री यत्र स्त्रीप्रत्ययः भवति तत्र प्रातिपदिकं तथैव अस्ति. यदि कृत्वा विभक्तिलोपानन्तरम् उत्तमा एव तिष्ठति. अतः भेदः अस्ति. कार्तिकमहोदय अवगच्छति वा? आम् आं महोदय, धन्यवादः. तत्र भेदः अत्र अत्र उत्तमम् इति वस्तुतः अकारान्त तत्र प्रातिपदिकमस्ति उत्तम. अस्तु. हा अस्तु, तर्हि अग्रे गच्छेम. इदानीं लीना भगिनी पठामि. तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते? कर्मधारयसमासे, बहुव्रीहिसमासे च, अन्यत्र न. अत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति वयं जानीमः. अधुना तत्र सामानाधिकरणं नाम समानविभक्तिकत्वं तथा च एकार्थबोधकत्वं कर्मधारयसमासे तथा च बहुव्रीहिसमासे एव अस्ति. अन्यसमासे पुंवद्भावः सोरि सामानाधिकरण्यं न भवति इति उक्तमस्ति. उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः, अत्र समानविभक्तिकत्वम् अस्ति किल? रामः च कृष्णः च रामकृष्णौ. रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः, किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति. सामानाधिकरण्यम् इत्युक्ते समानविभक्तिकत्वम् एव न, एकार्थबोधकत्वम् अपि आवश्यकम्. रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति, अतः सामानाधिकरणं नास्ति. अत्र कथितमस्ति सामानाधिकरणं यदि वयं पश्येम तर्हि तत्र यकारः अस्ति खलु, सामानाधिकरण्यं. सामानाधिकरण्यं यदि वयं द्रष्टुं पश्येम तर्हि तत्र द्वौ समयौ स्तः. एकः अस्ति तत्र विभक्ति समाना भवेत् तथा च एकार्थबोधकत्वम् अपि भवेत्. अस्मिन् उदाहरणे रामः च कृष्णः च रामस्य रामत्वं रामे एव अस्ति, तथा च कृष्णस्य कृष्णत्वं कृष्णे अस्ति. तस्य द्वयोः एकार्थं नास्ति, अतः एकार्थबोधकत्वं नास्ति, अतः तत्र सामानाधिकरण्यं नास्ति इति कथितम्. वा, बहु सम्यक् अस्ति, स्पष्टं स्यात्. अस्तु, तर्हि अग्रे गच्छेम. इदानीं बालसुब्रह्मण्यं वद अग्रे कृपया. अत्र स्त्रियां द्वन्द्वसमासः अस्ति चेत् समानविभक्तिकत्वं भवेत्, किन्तु समानादिकरण्यं नास्ति, अतः पुन्मद्भावः न भवति लीलासीते इति. अत्र द्वन्द्वसमासः अत्र स्त्रियां द्वन्द्वसमासः सः अस्ति चेत् सामान्यतया समानविभक्तिकत्वम् अस्ति भवेत्, परन्तु समानादिकरण्यम् अस्ति इति वक्तुं न शक्यते, यतोहि उदाहरणे लीला सीते इति उदाहरणे लीला सीतादयः भिन्न पदानि, अर्थे एव ते भिन्न अर्थाः, तस्मात् समान अधिकरण्यम् अर्थे इति न वक्तुं शक्यते. एतत् कारणात् पुंस्त्वं न भवेत्. समीचीनमस्ति. यदा कर्म समानादिकरण्यम् अस्ति एव, नाम अत्र वदन्तु, अत्र समानादिकरण्यं नास्ति इति कारणात् यद्यपि विभक्तित्वं समानम् अस्ति पुंस्त्वं न भवेत् इति नियमः. आम्, नाम अत्र समानविभक्तिकत्वम् अस्ति, किन्तु समानादिकरण्यस्य कृते तत्र वार्ताद्वयम् अपेक्षितमस्ति खलु, समानविभक्तिकत्वम् अपि अपेक्षितमस्ति, अन्यत् किम् अपेक्षितम्? एकार्थभावकत्वम् अपि भवेत्. एकार्थबोधकत्वमपि अपेक्षितमस्ति. अत्र एकार्थबोधकत्वम् अस्ति नास्ति? लीला विभक्तिकत्वं समानविभक्तिकत्वम् अस्ति, परन्तु एकार्थबोधकत्वं नास्ति. लीलायां तत्र लीलात्वम् अस्ति, सीतायां सीतात्वम् इति अस्ति इति कृत्वा पृथक् अर्थः बहु सम्यक् अस्ति. लीलात्वं सीतायां नास्ति, सीतात्वं लीलायां नास्ति. अस्तु, बहु समीचीनमस्ति. अस्तु, अपि च अग्रिमवाक्यमपि पठतु महोदय. शुद्धभाषा इति पदे सामानादिकरण्यम् अस्ति, अतः पुंवद्भावः. शुद्ध भाषा अत्र विभक्तिः समानम्, एकार्थबोधकत्वम् अपि अस्ति शुद्धभाषा, तस्मात् सामानादिकरण्यम् अत्र अस्ति इति वक्तुं शक्यते, तस्मात् पुनर्भावः अत्र भवति इति नियमः. समीचीनमस्ति. तर्हि अत्र विग्रहवाक्यमस्ति शुद्धा भाषा. अत्र शुद्धा इति प्रथमाविभक्तौ, भाषा अपि प्रथमाविभक्तौ, अपि च शुद्धा इत्युक्ते भाषा. नाम भाषायां शुद्धत्वमपि अस्ति, भाषात्वमपि अस्ति इति कृत्वा एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वम् अस्ति, अतः समानीकरणीयम् अस्ति, अतः पुंवद्भावः नित्यः. अस्तु, बहु समीचीनमस्ति. तर्हि अग्रे सरेम. अधुना किं लक्ष्मी भगिनी अग्रे? आं महोदय. अधुना वस्तुतः कर्मधारयसमासः नवविधः. अत्र प्रश्नः उदेति कुत्र कुत्र पुंवद्भावो भवति. यथा आम्रः इति वृक्षः आम्रवृक्षः इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावो भवति किम्? उत्तरत्वेन सामानाधिकरण्यम् इति तु अपेक्षितमेव. इदमपि संयोजनीयमस्ति यत् भाषितपुंस्कानाम् एव पुंवद्भावो भवति. भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पुंलिङ्गे आश्रितः. तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः. एतादृशशब्दाः एव भाषितपुंस्काः. भाषितः पुमान् येन सह भाषितपुंस्कः. अत्र पूर्वं वयम् अत्र कर्मधारयसमासस्य विषये मुख्यनियमः अस्ति सामानाधिकरण्यम्. अत्र परन्तु सामानाधिकरण्यं कुत्र यत्र भवति तत्र एव पुंवद्भावं कुर्मः. यदि तदा एव पुंवद्भावः भवति. अत्र कर्मधारयसमासः नवविधः इति दत्तमस्ति. अपि च कुत्र कुत्र कर्मधारयसमासे कुत्र कुत्र नवविधः इति उक्तमस्ति इति कृत्वा कुत्र कुत्र पुंवद्भावः भवति इति प्रश्नः उदेति. अत्र समस्तपदम् आम्रवृक्षः इति पदं वदामश्चेत् आम्रः इति वृक्षः इति विग्रहवाक्यं भवति. तत्रापि कर्मधारयसमासः एव. किन्तु आम्रवृक्षः इति फले आम्रवृक्षः इति एकः वृक्षविशेषः. किन्तु अत्र तत्पदं स्त्रीलिङ्गपदम् अस्ति चेत् तत्रापि पुंवद्भावः भवति वा इति प्रश्नस्य उत्तरं दत्तमस्ति. यथा नियमानुसारं तत्र तत्र कः शब्दः स्त्रीलिङ्गः अस्ति चेत् पुंवद्भावः भवति वा? आम्रवृक्षः इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत् कः कः तादृशवृक्षविशेषः कः? यदि कोऽपि वृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत् नाम अत्र आम्र अत्र कुत्र लिखितमस्ति अत्र आम्रतुङ्ग नाम आम्रः अत्र लिखितमस्ति यथा आम्रः इति वृक्षः आम्रवृक्षः अत्र आम्रः इति पुल्लिङ्गशब्दः अत्र तादृशवृक्षविशेषः नाम आम्रः अत्र आम्रः वृक्षः न वृक्षः तु पुल्लिङ्गशब्दः अस्ति अत्र वृक्षविशेषः वृक्षशब्दः न अत्र आम्रविशेषः अत्र आम्रशब्दस्य प्रसङ्गे विषयः प्रवर्तमानः अस्ति न तु वृक्षप्रसङ्ग वृक्षशब्दस्य इति केवलं स्पष्टीकरणार्थं पृष्टवान् नाम आम्रवृक्षः इति स्थले तादृशवृक्षविशेषः आम्रः स्त्रीलिङ्गशब्दः यदि स्यात् तत्र पुमुद्भावः भवति वा नाम पूर्वपदप्रसङ्गसम्बद्धविषयः अत्र आम्रशब्दः न तु वृक्षशब्दः अत्र आम्रशब्दः पुल्लिङ्गः अस्ति किन्तु यदि तादृश आम्र इव वृक्षविशेषः यदि स्यात् इदानीं मनसि नास्ति कोऽपि जानाति चेत् वदतु किन्तु वृक्षस्य किञ्चन वृक्षविशेषः नाम विशिष्टवृक्षः तत्र स्त्रीलिङ्गे अस्ति चेत् तत्र पुंवद्भावः भवति वा इति प्रश्नः उत्तमं खलु अस्तु अग्रे अत्र किमिति तिन्त्रिणीं वृक्षः पूर्वं पठितवन्तः तिन्त्रिणी इति स्त्रीलिङ्ग आमामामां हा समीचीनमस्ति अस्तु समीचीनमस्ति हा तादृशमस्ति तत्र स्त्रीत्वं तिष्ठति अनन्तरं संयोजयिष्यामि स्पष्टीकरणार्थं तत्र पुंवद्भावः न भविष्यति यद्यपि कर्मधारयसमासः अस्ति हा अस्तु हा लक्ष्मी भगिनी अग्रे अत्र उत्तरमस्ति यत् सामानाधिकरण्यं यत्र अस्ति तत्र पुंवद्भावः भवति एव तत् भवति एव परन्तु अत्र अन्यः अपेक्षितं भवति एव इति न अपेक्षितमेव अपेक्षितमेव अपि च तत्र इतोपि अन्यः विषयः अपि अस्ति भाषितपुंस्कानाम् एव पुंवद्भावः भवति इति अन्यः नियमः अस्ति अत्र भाषितपुंस्कः इत्युक्ते किम् इति दत्तमस्ति अत्र प्रथमतया पदं पुंलिङ्गपदं, तदनन्तरं यदि स्त्रीप्रत्ययं स्त्रीप्रत्ययस्य योजनेन तत्पदं स्त्रीलिङ्गपदं भवति. प्रथमतया तत्पदं पुंलिङ्गपदमेव, तदनन्तरं स्त्रीप्रत्ययस्य यथा टाप् तथा प्रत्ययं योजनेन स्त्रीलिङ्गपदं भवति. तादृशशब्दानां नाम एव भाषितपुंस्काः. यदि समस्तपदे तादृशपदमस्ति चेत् तदा पुंवद्भावः भवति. अत्र भाषितपुंस्कः इत्यस्य विग्रहवाक्यं दत्तमस्ति, भाषितः पुमान् येन सह भाषितपुंस्कः बहुव्रीहिसमासः इति भाति. अस्तु, समीचीनमस्ति. तर्हि केवलं समानादिकरणीयम् इति पर्याप्तं नास्ति. वस्तुतः सामान्य अवगमनम् इति उपरि लिखितमासीत् अवगमनार्थं, सामान्यबोधनार्थं तत्र समानादिकरणीयं तत्तु अपेक्षितमेव, किन्तु भाषितपुंसकानाम् एव पुंवद्भावः भवति इति अपि संयोजनीयम् अस्ति. विद्याभगिनी कृपया. अत्र प्रश्नः अस्ति, आम्रः इति वृक्षः, अत्र आम्रः इति विशेषणमस्ति वा? अत्र विशेषणं नास्ति, विशेषणं नास्ति. अस्तु, तर्हि तत्र सामानाधिकरण्यमेव नास्ति. विशेष सामानाधिकरण्यं तत्र आम्रः इत्युक्ते वृक्षः सामानाधिकरण्यम् अस्ति, तर्हि विशेषणविशेषभावः अस्ति खलु? न सामानाधिकरणीयम् इत्युक्ते यत्र यत्र तत्र विशेषणविशेषभावः इति नास्ति, विशेषणं नास्ति, विशेषणं नास्ति. अस्तु, समानविभक्तिकत्वम् किमिति? अत्र एकार्थबोधकत्वम् अत्र समानविभक्तिकत्वम् अस्ति. एकार्थबोधकत्वम् इति अत्र नाम तत्र नाम सामान्यीकरणीयम् एव नास्ति इति वक्तव्यमस्ति, यतोहि तत्र आम्रः इत्युक्ते वृक्षः इत्युक्ते आम्रः इति नास्ति खलु. तत्र आम्रत्वं तत्र किञ्चित् द्रष्टव्यमस्ति मया, यत् यतोहि अत्र आम्रः इत्युक्ते वृक्षः, नाम आम्रः इति अर्थान्तरं नास्ति, आम्रः वृक्षः एव अस्ति खलु. सामानादिकरणीयं प्रायः अस्ति, किन्तु भाषितपुंसकशब्दः नास्ति. कामधारीसमासे किमिति वदतु? न विशेषणमेव दृश्यते खलु, विशेषणमेव अस्ति आम्रः इति वृक्षः. अत्र विशेषणं नास्ति, आम्रः शब्दः अत्र विशेष्यः न तु विशेषणम्, अत्र विशेष्यद्वयमस्ति. विशेषद्वयमस्ति, तथापि तत्र समानादिकरण्यं समानादिकरण्यम् अस्ति. नाम तत्र किञ्चित् चर्चनीयमस्ति, अत्र समानादिकरणीयम् अस्ति न वा इति. तत्र समानविभक्तिकत्वम् इति तु अस्ति, अत्र च आम्रः इत्युक्ते वृक्षः खलु, न तु यथा बालकानां पुस्तकम् इति तत्र स्पष्टतया तत्र भेदः अस्ति, बालकानाम् इति पुस्तकम् इति नास्ति. आम्रः अत्र आम्रः इति वृक्षः अत्र वृक्षविशेषः, सर्वे वृक्षाः आम्राः इति तु नास्ति खलु. सत्यं, किन्तु अत्र आम्रः इत्युक्ते वृक्षः, तत्र किञ्चित् अनन्तरं दृष्ट्वा वदामि यत् अत्र सामान्यकरणीयमस्ति न वा इति. किञ्चित् प्रायः अस्ति इति मन्ये यतोहि तत्र कर्मदारीसमासः तत्र सामान्यतया सामान्यकरणीयमस्ति. अस्तु महोदय, अनन्तरं वदामि. पठामि वा अग्रे? यथा विद्या एव धनं, विद्याधनं, विद्याशब्दः भाषितपुंस्कः नास्ति. किमर्थमिति चेत् यद्यपि विद्या इति शब्दे टाप् इति स्त्रीप्रत्ययः अस्ति, प्रमुखेषु स्त्रीप्रत्ययेषु टाप् प्रत्ययः अन्यतमः, तथापि पूर्वं विद्यः इति शब्दः आसीत्, ततः परं टाप् प्रत्ययः योजितः इति नास्ति. विद्याशब्दस्य पुल्लिङ्गरूपमेव न भवति, सदा टाप् प्रत्ययान्तम् एव भवति. अत्र विद्या एव धनम् इति कर्मधारयसमासः, अवधारणपूर्वकर्मधारयसमासः. तर्हि अत्र विद्याशब्दः, अत्र विद्या एव धनम् इति विग्रहवाक्यं विद्याधनम् इति समस्तपदं. तर्हि अत्र पुंवद्भावः, पूर्वपदस्य पुंवद्भावं कुर्मः वा न वा इति प्रश्नः अस्ति. तर्हि अत्र विद्या इति शब्दः भाषितपुंस्कः अस्ति वा इति द्रष्टव्यम्. अत्र विद्याशब्दः भाषितपुंस्कः शब्दः नास्ति, यतोहि अत्र पुल्लिङ्गे विद्यः इति तादृशशब्दः एव नास्ति. अत्र स्त्रीलिङ्गे एव मूले एव स्त्रीलिङ्गे अस्ति, तदनन्तरं टाप् प्रत्ययं योजयित्वा स्त्रीलिङ्गप्रातिपदिकम् अस्ति. अतः अत्र भाषितपुंस्कः नास्ति इति कृत्वा अत्र पुंवद्भावः न भवति. अतः विद्याधनम् इति एव समस्तपदं, न तु विद्यधनम् इति तादृशं नास्ति. अत्रापि तत्र समानाधिकरणीयम् अस्ति न वा इति द्रष्टव्यमस्ति. नाम समानविभक्ति कर्तुम् अस्ति अवश्यम्. अत्र एकार्थबोधकत्वं वक्तुं शक्यते न वा इति द्रष्टव्यमस्ति. यतोहि विद्या पृथक् अस्ति, धनं पृथक् अस्ति इति सामान्यबोधः. किन्तु अत्र अध्यारोपः अस्ति खलु, विद्या एव धनम् इति. यथा आम्रवृक्षः, तत्र आम्र इति वृक्षः, अत्र विद्या एव धनम् इति एकार्थबोधकत्वस्य प्रयोजनेन एव समस्तपदं कृतमस्ति एकरीत्या. यद्यपि धनं पृथक् अस्ति, विद्या पृथक् अस्ति, किन्तु अत्र विद्या एव धनम् इति उक्तमस्ति खलु. सत्यम्. अतः द्रष्टव्यमस्ति शास्त्ररीत्या अत्र समान आधिकरण्यमिति मन्तव्यमस्ति अत्र न वा. अस्तु, जगन्नाथमहोदय. अस्मि यथा विद्या एव पुल्लिङ्गे, पुल्लिङ्गे यस्य प्रयोगो भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं तर्हि सः शब्दः भाषितपुंस्कः. माला, नासिका, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः, तेषां स्त्रीप्रत्ययः भवत्येव. पुल्लिङ्गे यस्य प्रयोगो भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं तर्हि सः शब्दः भाषितपुंस्कः. अस्तु, किमपि प्रातिपदिकरूपम् अस्ति तस्य मूलरूपं पुल्लिङ्गमस्ति, तस्मात् परं टाप् प्रत्ययोजनेन यदि स्त्रीलिङ्गं भवति तर्हि तत्र भाषितपुंस्का इति वक्तुं शक्नुमः. माला, नासिका, एतादृशशब्दाः ये सन्ति ते नित्यस्त्रीलिङ्गशब्दाः, तेषां स्त्रीप्रत्ययः भवत्येव. तर्हि मूलैव ते सर्वे स्त्रीलिङ्गशब्दाः, न तु अपरकसमये टाप्प्रत्ययेन योजनेन. आम्, हा, सत्यमेव. अग्रे राजेन्द्रमय, अग्रे. आम् महोदय, सुन्दरी इति शब्दः भाषित पुंसकः, यतोहि सुन्दरः इति एव पुल्लिङ्गे व्यवहारः अस्ति. स्त्रीलिङ्गविवक्षायां नीप् प्रत्यया योज्यते, अनेन च सुन्दरी इति रूपं भवति. इदं विशेष्य निधनपदम् इति उच्यते. यथा सुन्दरीशब्दस्य चिन्तयामः, विषये चिन्तयामः, तत् सुन्दरीशब्दः भाषितपुस्तकम् अपुंसक अपुंसकः अस्ति यतोहि तस्य सुन्दरः पुल्लिङ्गे व्यवहारः अस्ति तत्र सुन्दरीशब्दया अस्ति स्त्रीलिङ्गे तत्र पुल्लिङ्गे सुन्दरः इत्येव तस्य व्यवहारः अस्ति स्त्रीलिङ्गविवक्षायां नीप् प्रत्ययोज्यते अनेन च सुन्दरी इति रूपं भवति परन्तु तथा पुल्लिङ्गे व्यवहारः अस्ति सुन्दरः तत्र स्त्रीलिङ्गविवक्षायां तत् नीप् प्रत्यययोजित्वा तत् सुन्दरीपदं निष्पद्यते तत्र तु तत्र च इदं विशेष्यनिधन पदम् इति उच्यते इदं विशेष्यनिधन विशेष्यनिघ्न निघ्न ओ निघ्न तत् किमस्ति इत्युक्ते विशेष आश्रित विशेष आश्रितपदं विशेष आश्रित इदं विशेष आश्रितपदम् अस्ति इति उच्यते अन्ततः गत्वा तत्र यदि कोऽपि शब्दः अस्ति तस्य पुल्लिङ्गरूपं व्यवहारे पुल्लिङ्गरूपः अपि प्रचलति अस्ति तस्य शब्दस्य यत्किमपि प्रत्यययोजयित्वा तद् स्त्रीलिङ्गविवक्षायां स्त्रीलिङ्गपदं भवितुम् अर्हति तस्य पदस्य एव भाषितपुंसकं पुंसकः इति वक्तुं शक्नुमः यथा सुन्दरः भाषितपुंसकः पदमस्ति तत्र सुन्दरी पदं स्त्रीलिङ्गविवक्षायां तद् सुन्दरीपदं प्रयुज्यामः अस्माभिः इदं विशेषनिघनपदम् इति उच्यते नाम तत्र नियतलिङ्गकः शब्दः भवति नियतलिङ्गकः अपि च विशेष्यनिघ्नः सुन्दरशब्दः विशेष्यनिघ्नः नाम विशेषस्य लिङ्गम् आश्रित्य रूपं स्वीकरोति विशेष्यं श्रियाम् अस्ति चेत् सुन्दरशब्दः श्रियाम् अस्ति इति कृत्वा पुल्लिङ्गः अस्ति चेत् पुल्लिङ्गशब्दः नपुंसकलिङ्गे चेत् सुन्दरं पुस्तकम् इति तादृशं रूपमस्ति इति कृत्वा विशेष्य निघ्न विशेष्याश्रित इति अर्थः अस्तु पद्मा भगिनी अग्रे भगिनी अस्ति आं महोदय त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य तादृशविशेषणं पूर्वपदमस्ति चेदेव क्षम्यतां चेदेव पुंवद्वयो भवति अतः विशेषणपूर्वपदकर्मधारयसमासः अस्ति चेत् भवति सुन्दरी नदी सुन्दरनदी अत्र त्रिषु लिङ्गेषु सम्भावना अस्ति तादृशविशेषणं पूर्वपदमस्ति चेत् सो विशेषणपदं पूर्व पदे अस्ति अत्र पुंवद्वयं भवति पुंवद्भावः भवति विशेषणपूर्वपदकर्मधारे समास इति भवति अत्र उदाहरण दत्तमस्ति सुन्दरी नदी अत्र पुंवद्भावं भवति चेन सुन्दरनदी सम्भवति आम् तर्हि त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य तादृशविशेषणं पूर्वपदम् अस्ति चेदेव पुमोद्भावः भवति अत्र उदाहरणमेकम् अस्ति विशेषणपूर्वपदकर्मधारयसमासः इति सामान्यरूपमस्ति एकम् उदाहरणमस्ति विशेषणपूर्वपदकर्मधारयसमासः तादृशसमासः अस्ति चेत् पूर्वपदं विशेषणमस्ति विशेष्यनिघ्नशब्दः सुन्दरशब्दः तादृशः इति कृत्वा पुंवद्भावः भवति नित्यः, सुन्दरी नदी सुन्दरनदी इति अस्ति. अस्तु, बहु समीचीनमस्ति. अग्रे प्रीतिभगिनी पठति वा अग्रे? आं महोदय, श्रूयते वा? आम्. बहुव्रीहिसमासे अपि भवति, तत्र समानाधिकरण बहुव्रीहिसमास इति कश्चन प्रमुखप्रकारक बहुव्रीहि, यथा विशालानासिका यस्य सः विशालनासिकः, अपि च विशालानासिका यस्याः सा विशालनासिका. विशाला इति शब्दः भाषितपुंसकः. तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे अपरस्मिन् अर्थे विशेषणपूर्वपदकर्मधारयसमासः भवितुम् अर्हति स्म. तस्मिन्नपि पुंवद्भावो भवति, उभयत्र सामानाधिकरण्यम् अस्ति. अत्र पूर्वे वयं दृष्टवन्तः यथा विशेषणपूर्वपदे अस्ति, अपि च त्रिषु लिङ्गेषु तस्य सम्भावना भवति, तस्य वयं तस्मिन् पुंवद्भावः भवितुम् अर्हति. अतः वयं सुन्दरी नदी न उक्त्वा सुन्दरनदीरूपं वक्तुं शक्यते. अनुक्त्वा सुन्दरी नदी इति वक्तुं शक्यते. यथा पूर्वे अपि उत्तमबालिका रूपेण वयम् एकम् उदाहरणं दृष्टवन्तः. अपि च बहुव्रीहिसमासे अपि पुंवद्भावः भवितुम् अर्हति. तत्र एकः अस्ति समानाधिकरण बहुव्रीहिसमासः इति कश्चन प्रमुखप्रकारक बहुव्रीहि. यथा एकम् उदाहरणमस्ति विशालानासिका यस्य सः विशालनासिकः. अत्र विशालानासिकायाः विशालानासिका यस्याः सा विशालनासिका, तस्य विग्रहवाक्ये वयं वदामः चेत् विशाला नासिका तत् भवति, किन्तु विशाला शब्दविशेषण अस्ति नासिका न अत्र विशेषण नास्ति. अत्र अन्यपद पदार्थ प्राधान्यम् अस्ति, किन्तु विशेषणरूपेण एकार्थबोधकम् अस्ति. अतः पुंवद्भावः भवति, यतः विशाल शब्दस्य पूर्वे पुल्लिङ्गे प्रयोगः भवति, तस्य स्त्रीप्रत्ययां योजयित्वा विशाला रूपं सिद्ध्यते. अतः अत्र पुंवद्भावः भवति, तेन एव विशालनासिका इति शब्दः वयं निष्पादितुं शक्नुमः. वा, बहु सम्यक् अस्ति भगिनि. हा, तर्हि विशालनासिका अत्र समानविभक्तिकत्वम् अस्ति, एकार्थबोधकत्वम् अस्ति. विशाला इत्युक्ते नासिका, अपि च विशालशब्दः तत्र भाषितपुंसकः इति यथा भगिनी उक्तवती. तर्हि विशाला नासिका यस्य सः विशालनासिकः, तत्र स्त्रियां वदामः चेदपि तथा, विशाला नासिका यस्याः सा विशालनासिका इति कृत्वा उभयत्र पुंवद्भावः भवति. अपि च भगिनी अग्रे किं लिखितमस्ति? तर्हि तादृश बहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे अपरस्मिन् अर्थे विशेषणपूर्वपद कर्मधारयसमासः भवितुम् अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति, यथा पूर्वे वयं दृष्टवन्तः. नाम अत्र तादृश बहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे अपरस्मिन् अर्थे विशेषणपूर्वपदकर्मधारयसमासः भवितुम् अर्हति स्म, अत्र किमस्ति? अत्र यथा वयं पूर्वे दृष्टवन्तः, विशेषणपूर्वपद इत्युक्ते उत्तमा बालिका न वयं न प्रयोगं कुर्मः. वयं केवल उत्तमबालिका वदामः, शुद्धभाषा वदामः. शुद्धा भाषा वदामः चेत् दोषः भवति, यतोहि तत्र उत्तमत्वं बालिकायाम् अस्ति. अतः उत्तमशब्दस्य पुल्लिङ्गे अपि प्रयोगः भवति, अतः तत्र पुंवद्भावो भवति, यतोहि भाषितपुंसकः शब्दः स च. हा हा हा, बहु समीचीनमस्ति. अपि च अत्र लिखितमस्ति तादृशबहुव्रीहिसमासः यः अपरस्मिन् सन्दर्भे अपरस्मिन् अर्थे विशेषणपूर्वकर्मधारे समासः स्वयं भवितुमर्हति स्म, यथा अत्र अत्र अस्ति विशाला नासिका यस्याः सा विशालनासिका, इत्युक्ते काचन महिला यस्याः तत्र नासिका विशाला अस्ति इति कृत्वा बहुव्रीहिसमासः. किन्तु अपरस्मिन् अर्थे अपरस्मिन् सन्दर्भे तत्र विशेषणपूर्वकर्मधारे समासः भवितुमर्हति स्म, नाम यत्र नासिका इति विषयः अस्ति न तु महिला. अत्र विशाला नासिका विशालनासिका केवलं नासिका अर्थे अस्ति न तु महिला अर्थे. अत्र विशेषणपूर्वकर्मधारे समासः अस्ति विशालनासिका इति नासिका इति अर्थः. पुनः किं तर्हि महोदय, विशाला नासिका यदा वयं वदामः तदा विशालशब्द तु नासिकायाः विशेषणरूपे प्रयोज्यते, तत्र तु अन्यत् अन्यपदार्थ प्राधान्यं कुत्रापि नास्ति, नासिकायाः विवरणं भविष्यति विशालशब्दस्य प्रयोगेन. अवश्यम् अवश्यं, तदर्थम् अत्र लिखितमस्ति अपरस्मिन् सन्दर्भे अपरस्मिन् अर्थे विशेषणपूर्वपदकमदाये समासः भवितुमर्हति. अत्र अत्र विशालनासिका तत्र सन्दर्भम् अनुसृत्य कमदारी समासः भवितुमर्हति, अपि च बहुव्रीहिसमासः भवितुमर्हति, खलु यथा भवती उक्तवती इदानीं महोदय. अपि च एकनिमेषं महोदय, अपि च उभयत्र विशालशब्दः विशेषणम् अस्ति नासिकशब्दस्य, उभयत्र परिस्थितिः समाना अस्ति, केवलं सम्पूर्णरीत्या समासस्य अर्थः पृथक् अस्ति, अन्यः अस्ति. किन्तु विशालशब्दस्य कार्यं सुसरं समानमस्ति उभयत्र. विशालशब्दस्य कार्यमस्ति नासिकशब्दस्य तत्र विशेषणं, विशेषणकार्यमस्ति विशालशब्दस्य उभयत्र. उभयत्र विशालशब्दः विशेषणमस्ति नासिकशब्दस्य, किन्तु विग्रहवाक्यं भिन्नमस्ति इति कृत्वा समासस्य सम्पूर्णरीत्या अर्थः पृथक् अस्ति. उभयत्र किन्तु विशालशब्दः भाषितपुंसकः नासिकशब्दस्य विशेषणं. भगिनी स्पष्टमस्ति खलु न वा? अस्तु अस्तु महोदय, सम्यक् एव, धन्यवादः. अस्तु अस्तु अस्तु, समीचीनं. राजेन्द्रमहोदय. महोदय, प्रश्नः नास्ति, किञ्चित् स्पष्टीकरणार्थं पृच्छामि. अत्र विशेषणं सदा पूर्वपदम् एव भवेत् यथा पुमद्भावः कार्यं करोति, अनन्तरं न भवेत्, उत्तरपदं न भवेत्. हा, समासे विशेषणपदम् उत्तरपदम्, इदानीं विषयः आगमिष्यति. समासे विशेषणपदम् उत्तरपदं भवितुमर्हति, किन्तु तत्र पुमद्भावः न भवति. महोदय, यथा वदामः बालिका उत्तमा वदामः, तत्र तादृशसमासः नास्ति, समासः न भवति. कुत्रचित् विशेषणोत्तरपदसमासः भवति, अग्रे गच्छामः. आम्, किन्तु तत्र पूर्वपदमेव अस्ति, पूर्वपदमस्ति चेदेव तत्र पूर्वपदं भवेत्. अन्यप्रश्नः आसीत् कस्यचित्? आं महोदय, भाषितपुंस्कः अर्थम् अहं न जानीमः. भाषितपुंस्कः नासिका नित्यस्त्रीपदानि अस्ति न वा? किं भाषितपुंस्कः इति यत्र पुल्लिङ्गरीत्या व्यवहारः अस्ति. सुन्दरी इति अस्ति सुन्दरः, खलु सुन्दरः बालकः, सुन्दरी बालिका इति कृत्वा सुन्दरी बालिका सुन्दरी शब्दस्य केवलं सुन्दरी इति नास्ति, खलु सुन्दरः अपि अन्यत्र भवति. परन्तु माला नासिका नित्यस्त्रीलिङ्गशब्दानि अस्ति न वा? इति कृत्वा भाषितपुंसकशब्दाः न. माला इति नित्यस्त्रीलिङ्गशब्दः, भाषितपुंसकशब्दः नास्ति, नासिका अपि तथा. अस्तु अस्तु, समीचीनमस्ति. तर्हि अग्रे गच्छेम, मेहुलमहोदय अग्रे. आं महोदय, कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति, तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं नियतलिङ्गं विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम् अस्ति चेत् पुंवद्भावो भवति यथा शीतम् उष्णं शीतोष्णं रोटिका पूर्णतया शीता अपि नास्ति पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः शीता च सा उष्णा च शीतोष्णा रोटिका अत्र कर्मधारयसमासे तत्र विशेषणोत्तरपद अपि अस्ति तत्र अस्ति चेत् पुंवद्भावः न सम्भवति यतोहि तत्र पूर्वपदं विशेष्यम् अस्ति अपि च तत्तु नियतलिङ्गमस्ति अत्र विशेषणो उभयपदे कर्मधारयसमासे यदि पूर्वपदं भाषितपुंस्कम् अस्ति तत्र तर्हि पुंवद्भावः तत्र भवति अत्र एकम् उदाहरणं दत्तमस्ति शीतमुष्णं शीतोष्णम् अत्र रोटिका वयं स्वीकुर्मः चेत् तत्तु शीता अपि अस्ति पूर्णतया शीता नास्ति अपि च पूर्णतया उष्णा अपि नास्ति अतः तत्र शीतम् अपि च उष्णत्वं द्वयोः गुणयोः तत्र रोटिकां मध्ये अस्ति अतः शीतोष्णा रोटिका इति वयं व्यवहारं कुर्मः तत्र पुंवद्भावः न भवति इति अत्र दत्तम् न पुंवद्भावः भवति ओ आम् आं शीता अपि च उष्णा अपि च अतः शीतोष्ण तत्र पुंवद्भावः भवति अत्र सन्धिः कृतः अस्ति इति कृतः न दृश्यते किन्तु अस्ति यतोहि अत्र किमर्थम् अत्र शीतशब्दः भाषितपुंसकः अस्ति न वा आम् आम् अस्ति शीत शीतशब्दः पुल्लिङ्गे अस्ति तत्र स्त्री स्त्रीलिङ्गे अर्थे शीता इति पदमागच्छति अतः भाषितपुंस्कमस्ति अत्र पूर्वपदं शीता अस्ति आं पूर्वपदं शीता अस्ति अपि च भाषितपुंस्कम् अस्ति अतः पुंवद्भावः भवति हा अत्र एकार्थबोधकत्वम् अपि च समानविभक्तिकत्वम् अस्ति वा आम् अस्ति शीता अपि च उष्णा द्वयोः प्रथमविभक्तिः अस्ति अपि च द्वयोः अर्थः बोधकत्वं रोटिका इति अस्ति अतः समानाधिकरणम् अस्ति समानाधिकरणीयमपि अस्ति शीतशब्दः भाषितपुंसकः अपि अस्ति अतः अत्रापि नाम विशेषणोभयपदसमा कर्मधारयसमासे अपि पुंवद्भावः भवति महोदय अत्र समस्तपदं किमस्ति शीतोष्णरोटिका इति वा समस्तपदमस्ति शीतोष्ण तत्र उष्ण इति पदस्यापि पुंवद्भावः भवति वा उष्ण इति तत्तु अवश्यं भविष्यति नाम तत्र रोटिका इति अनेन पुनः समासं कुर्मः चेत् भविष्यति तत्र तत्र विशेषणपूर्वपद कर्मधारीसमासः सामान्य यथा सुन्दरी बालिका सुन्दरबालिकाः सुन्दर सुन्दरबालिका उष्णा रोटिका उष्णरोटिका इति अवश्यम् तर्हि अत्र विशेषण उभयपदम् इत्युक्ते अत्र अर्थः कः विशेषण उभयपदम् इत्युक्ते शीतशब्दः अपि विशेषणम् उष्णशब्दः अपि विशेषणम् इत्युक्ते पदद्वयम् अस्ति इति अत्र विश्वासः अस्ति शीतशब्द उष्णशब्द द्वयोः न तु रोटिकाशब्देन सह ओ अस्तु अस्तु अस्तु अस्तु अस्तु बुद्धं धन्यवादः महोदय यदि शीतम् उष्णं भवति तत्र द्वन्द्वसमासः न भवति वा शीतम् उष्णं तत्र कस्मिन् अर्थे अस्ति अस्ति इति द्रष्टव्यमस्ति अत्र अत्र द्वन्द्वसमासः नास्ति यतोहि शीतशब्दस्य अर्थः उष्णशब्दस्य अर्थः तत्र रोटिका इति एव यदि रामः च कृष्णः इति तादृशमस्ति यदि स्यात् नाम शीतशब्दस्य अन्य अर्थः अस्ति शीतशब्दः इत्युक्ते रामः उष्णशब्दः इति कृष्णः तदानीं कर्मधारयसमासः एव नास्ति द्वन्द्वसमासः अत्र शीतोष्णरोटिका शीतोष्णौ शीतोष्णौ इति भविष्यति. शीतोष्णौ इति द्विवचने वदामः चेत् तदानीं पृथक् अस्ति. आमाम्. अत्र शीतोष्णरोटिका अत्र शीतोष्ण भवति विशेषणपदं पूर्वपदम् अस्ति न तु उत्तरपदम्. शीतोष्ण इति पदं वा अत्र दत्तमस्ति. कर्मधारयसमासे विशेषणम् उत्तरपदम् इत्यपि अस्ति. तत्र पुमद्भावना सम्भवति. अस्माकम् उदाहरणे अत्र तस्य उदाहरणं मया न दत्तमस्ति. न दत्त अस्तु. विशेषणोत्तरपदसमासे तत्र मया अन्विष्टमस्ति. तत्र अन्विष्टमस्ति यत् तत्र उदाहरणं बहूनि भवन्ति किन्तु अस्तु वस्तुतः तादृशसमासः विरलः विरलतया प्राप्यते. अपि च तत्र सूत्रसम्बद्धः अस्ति कुत्र कुत्र भवति इति अस्य कृते तत्र सूत्राणि सन्ति. अतः एवमेव रचयितुं न शक्नुमः. नूतनपदमस्ति तत्र उदाहरणमस्ति पुस्तके अस्ति व्याकरणकसूचिः. व्याकरणः कसूचिः इति विशेषणोत्तरपदः. तत्र स्त्री इति अस्य उदाहरणं कुत्रचित् लभ्येत. मया न लब्धं तादृशम् उदाहरणम् इति कृत्वा उदाहरणं न दत्तं. किन्तु यत्र स्यात् उत्तरपदं यदि स्त्रीलिङ्गे यत्किमपि भवतु नाम पूर्वपदं विशेष्यमस्ति. विशेषणोत्तरपदसमासे कर्मदायसमासे पूर्वपदं विशेष्यमस्ति. अतः नाम तत्र नियतलिङ्गकम् अस्ति नियतलिङ्गमस्ति नियतलिङ्गकमस्ति इति कृत्वा पूर्वभावः नास्ति यदि यत्र कुत्रापि तादृशशब्दः प्राप्येत. अस्तु तर्हि पुस्तके महोदय पुस्तके गौः प्रशस्ता इति अस्ति. गौः प्रशस्ता गौः प्रशस्ता सत्यं सत्यम् इति तादृशमस्ति. तर्हि गौः तत्र पुनर्भावः न भवति. तत्र भवता शीतोष्णौ इत्युक्तं तत्र समाहारद्वन्द्वः भवेत् इति नियमः नास्ति वा? शीतोष्णम् इति विरोधः अस्ति किल नियोगमध्ये. आमामां भवता पूर्वमपि उक्तमस्ति. तत्र नित्यं प्रायः नित्यं स्यात्. अस्तु सत्यम् अस्तु. प्रशस्तः इति उदाहरणमस्ति. अस्तु अग्रे गच्छेम तर्हि. अधुना कार्तिकमहोदय तत्र पठितुमिच्छति वा? अस्तु महोदय. आहत्य विशेषणपूर्वपदकर्मधारयसमासः विशेषणोभयोपदकर्मधारयसमासः समानाधिकरणबहुव्रीहिसमासे च एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति. अपरेषु स्थलेषु कर्मधारयसमासः भवति. मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपदकर्मधारयसमासः. नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपदकर्मधारयसमासः. किन्तु येषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति. अस्तु वदतु महोदय. अस्तु त्रिषु स्थलेषु पुंवद्भावः भवति इति दत्तमस्ति. विशेषणपूर्वपदकर्मधारयसमासः यथा उत्तमबालिका तत्र उत्तम इति विशेषणपूर्वपदकर्मधारयसमासः तत्र पुंवद्भावः भवति. विशेषणोभयोपदकर्मधारयसमासः तत्रापि पुंवद्भावः भवति यथा शीतोष्णरोटिका इति तत्र उभौ पदौ अपि पदे अपि विशेषणौ तत्रापि पुंवद्भावः भवति. सामानाधिकरणबहुव्रीहिसमासे तत्र विशालनासिकः अथवा विशालनासिका इति तत्रापि यत्र बहुभिः समासः अस्ति समानाधिकरण्यं सः तत्रापि पुंवद्भावः भवति इति त्रिषु स्थलेषु भवति. अपरेषु स्थलेषु कर्मधारयसमासः भवति इति उदाहरणमस्ति मेघः इव श्यामः मेघश्यामः उपमानपूर्वपदकर्मधारयसमासः नदः व्याघ्रः इव तत्र उपमानोत्तरकर्मधारयसमासः. येषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति. परन्तु मेघः श्यामः तत्र पूर्वपदम् उपमानम् एव किल महोदय? किन्तु विशेष्यं विशेष्यं नियतलिङ्गः शब्दः अस्तु. मेघः त्रिषु लिङ्गेषु न भवति खलु? अस्तु. मेघश्यामः किं स्पष्टं वा? तत्र मेघश्यामः इति समासे तत्र मेघशब्दः तत्र यदि स्त्रीलिङ्गे यदि स्यात् नाम तादृश उदाहरणं प्राप्स्यते तत्र तादृशशब्दः. किन्तु तत्र पूर्वभावः न भविष्यति यतोहि तादृशशब्दः त्रिषु लिङ्गेषु न भवति, भाषितपुंसकः नास्ति, विशेषं नास्ति खलु? अस्तु, समीचीनमस्ति. अपि च भवता उक्तम् उभौ पदौ किमुक्तमासीत् विशेषणौ उभौ पदौ विशेषणौ इति भवता उक्तं, तत्र समीकरोतु. उभे पदे इति भवति वा? आं, न तत्र तत्र त्रिषु पदेषु तत्र विशेषणं विशेष्यं किं विशेष्यं त्रिषु पदेषु पदेषु इति विशेष्यं न हा किन्तु पद वाक्यमासीत् आं न पद पदविशेष विशेष्यमस्ति खलु उभौ इति तदानीं वक्तुं शक्नुमः वदामः यदा तत्र विशेष्यं पुल्लिङ्गे अस्ति. अत्र पदशब्दः नपुंसकलिङ्गे अस्ति इति कृत्वा द्विवचने पदे उभे पदे अस्तु उभे पदे समीचीनमस्ति. अपि च एतदपि अस्तु अग्रे गच्छेम, अनन्तरम् अन्यत् अन्यबिन्दुः अस्ति. एक शङ्का अस्ति, वक्तुं शक्नोमि वा? वदतु कृपया. अत्र प्रथमपङ्क्ति अस्ति आहत्य विशेषणपूर्वपदकर्मधारयसमासः, तस्य उदाहरणम् उत्तमबालिका तादृशरूपेण वयं दृष्टवन्तः. विशेषण उभयपदकर्मधारयसमासः, तस्य उदाहरणं शीतोष्णरोटिका. किन्तु यदा वयं समस्तपदं करिष्यामः शीतोष्ण तु विशेषणपूर्वपदमेव भवति, तत्र विशेषण उभयपद कथं भविष्यति? रोटिका तु विशेषणं नास्ति, तत्तु विशेष्य भवति. हा सत्यं सत्यं. हा अत्र विद्याभगिनी अपि पृष्टवती पूर्वम्, अत्र मम कथनस्य आशयः एवम्, अत्र तत्र शीतोष्ण इति एव समासः, अत्र शीतोष्णरोटिका इति न कृतं मया. अत्र अत्र अत्र समासः अस्ति शीता च सा उष्णा च शीतोष्णा इति तावदेव इति समासः. तत्र शीतशब्दः अपि उष्णशब्दः विशेषण द्वे अपि विशेषणी खलु? अस्तु, अवगच्छवती, धन्यवादः. आमामाम् अवश्यम् अवश्यम्. अस्तु, अतः अग्रे गच्छेम. अत्र कुत्र आरब्धवन्तः? अस्तु, लीना भगिनी कृपया. लीना भगिनी, अतः भगिनी अस्ति. अस्तु, लक्ष्मी भगिनी कृपया. अतः अतः क्षम्यतां, विलम्बः जातः. अस्तु अस्तु अस्तु भगिनी, लीना भगिनी अग्रे पठामि वा? अतः अतः यत्र सामानाधिकरण्यम् अस्ति अनेन एकार्थबोधकत्वम् अस्ति, समानविभक्तिकञ्च समानविभक्तिकत्वञ्च अस्ति. अपि च प्रथमः बिन्दुः पूर्वपदं विशेषणम् अस्ति. द्वितीयबिन्दुः स च पूर्वपदं भाषितपुंस्कम् अस्ति, तत्र पुंवद्भावः. अत्र उक्तमस्ति यत्र सामानाधिकरण्यम् अस्ति तत्र द्वौ समयौ आवश्यकः. पूर्वपदं विशेषणम् एव भवितुम् अर्हति, तथा च पूर्वपदं यद् विशेषणमस्ति तद् भाषितपुंस्कम् एव भवितुम् अर्हति, तत्र एव पुंवद्भावः भवति, अन्यथा न. बहु सम्यक् अस्ति. तर्हि सामानाधिकरणीयम् अपेक्षितमस्ति, नाम एकार्थबोधकत्वं समानविभक्तिकत्वम् इति गते सप्ताहे अस्माभिः दृष्टमासीत्. अपि च अत्र उक्तमस्ति यत् पूर्वपदं विशेषणं स्यात्, अपि च तच्च पदं भाष्यपुस्तकम् इति अपि भवेत् इति विषयः. अस्तु, बहु सम्यक् अस्ति. कश्चन अन्यः बिन्दुः आगतः आसीत् अत्र, केवलं तत्र विषयान्तरमस्ति, किन्तु किं प्रीतिभगिनी उक्तवती न उक्त्वा इति, तत्र मया उक्तम् अनुक्त्वा. तस्य महत्त्वं किम् इति वदामि. यत्र न उक्त्वा इति वदामः, वस्तुतः तत्र न इति अस्य अन्वयः उक्त्वा इत्यनेन सह न भवति, अपि च तिङन्तपदम् अग्रे यत् भवति तत् तेन सह अस्ति. यदि वदामि यत् बालकः कथां न उक्त्वा गृहं गतवान् अथवा गृहं गच्छति, बालकः कथां न उक्त्वा गृहं गच्छति, अस्य वाक्यस्य अर्थः कः? अस्य वाक्यस्य अर्थः कः इति प्रीतिभगिनी वदति वा? आं महोदय, वक्तुम् इच्छा अस्ति बालकः कथां उक्तं विना गच्छति, किन्तु यदि वयं न उक्त्वा वदामः चेत् इदानीम् अवगतवती मम दोषः, न गच्छति इत्यस्य अभिप्रायं भवति. आम्, अतः वाक्यस्य अर्थः किं कः भविष्यति? यत् बालकः कथाम् उक्त्वा गृहं न गच्छति इति अर्थः भविष्यति. सम्पूर्णपरिवर्तनं भवति. आमाम्, इति समस्या अस्ति. अतः बालकः कथाम् अनुक्त्वा गृहं गच्छति इति भवेत्. बालकः कथां न उक्त्वा गृहं गच्छति इत्यस्य कथनस्य आशयः एवमस्ति यत् बालकः कथाम् उक्त्वा गृहं न गच्छति. अस्तु, स्पष्टं स्यात्. अग्रे गच्छेम. तत्र नैतत्पुरुषः अस्ति वा महोदय, अनुक्त्वा? सत्यम्. अस्तु अस्तु, विद्या किमिति? तत्र भवता वाक्यद्वयम् उक्तमस्ति, तत्र समानार्थकं वा इति अवगमनार्थम् एतत् पृच्छामि. पुल्लिङ्गे यस्य प्रयोगः भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजने तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं तर्हि सः शब्दः भाषितपुंस्कः इति करपत्रे दत्तम्. अपि च भवता उक्तं यस्य शब्दस्य त्रिषु लिङ्गेषु रूपं भवति तद् भाषितपुंस् सः भाषितपुंस्कशब्दः इति भवता उक्तं, तत्र अर्थं समानं वा? समानम्. अत्र सामान्यरीत्या मया लिखितमस्ति, सामान्यरीत्या लिखितमस्ति. तत्र नाम यः शब्दः यथा उत्तमा, तत्र पुल्लिङ्गे अपि व्यवहारः अस्ति, किन्तु केवलं पुल्लिङ्गे न, नपुंसकलिङ्गे अपि अस्ति इति न उक्तमासीत, किन्तु त्रिषु लिङ्गेषु इति कथनस्य आशयः. नाम विशेष्यनिघ्नशब्दः भवेत्, विशेष्यमनुसृत्य तस्य लिङ्गं तादृशशब्दः, उन्नतशब्दः, विशालशब्दः. तत्र स्त्रीलिङ्गे अस्ति चेदपि नित्यस्त्रीलिङ्गशब्दः यदि न स्यात्, नाम त्रिषु लिङ्गेषु अस्ति. पुल्लिङ्गे तत्र आरम्भे पुल्लिङ्ग इव इति तादृशसामान्यव्यवहारः, किन्तु सामान्यरीत्या मया लिखितमस्ति तावदेव, नाम आहत्य विशेष्य निघ्नशब्दः भवेत्। हा किन्तु तत्र इदानीं महोदय एकस्य पदस्य रूपं त्रिषु लिङ्गेषु भवति, नो चेत् नियमेन एकस्य लिङ्गे भवेत् इत्येव, तत्र पुल्लिङ्गे स्त्रीलिङ्गे रूपं भवति न तु नपुंसकलिङ्गे इति तादृशभेदः नास्ति वा? न किं नाम अत्र प्रकारद्वयमस्ति केवलं, तत्र नियतलिङ्गशब्दः अथवा विशेष्यनिघ्नशब्दः। विशेष्यनिघ्नशब्दः अस्ति चेत् त्रिषु लिङ्गेषु भवति, तत्र नियतलिङ्गशब्दः अस्ति चेत् एकस्मिन्नेव लिङ्गे इति नाम लिङ्गं निश्चितमस्ति। तादृशशब्दः प्रायः नास्ति यत् यः पुल्लिङ्गे भवति स्त्रीलिङ्गे भवति किन्तु नपुंसकलिङ्गे न भवति। हा तदेव मम प्रश्नः आसीत्। अस्तु, विशेष्यनिघ्नशब्दः अस्ति चेत् त्रिषु लिङ्गेषु अस्ति एव। अस्तु महोदय, भवान् एव अग्रे पठतु कृपया। समासे पूर्वपदं विशेष्यम् इति पूर्व इति पूर्वोद्भावः तत्र विषयः समाप्तः, स्पष्टः खलु? इदानीं विषयान्तरमस्तु अग्रे। समासे पूर्वपदं विशेष्यम् अन्तिमपदं सकर्मकतान्तं वर्जयित्वा विशेषणं चेत् प्रायः उपमानपूर्वपदकर्मधारयसमासः, यथा मेघश्यामः मेघः इव श्यामः। येषु समासेषु तुलना उपमा क्रियते अतः विग्रहवाक्ये इव इति शब्दः श्रूयते। इदानीं तत्र यथा महोदयेन उक्तं तत्र भिन्नबिन्दुः अस्ति, समासे पूर्वपदं विशेष्यम् अन्तिमपदं सकर्मकतान्तं वर्जयित्वा विशेषणं चेत् प्रायः उपमानपूर्वपदकर्मधारयसमासः भवति इति उक्तम्। इदानीं समस्तपदे पदद्वयम् अस्ति, तत्र पूर्वपदं विशेष्यम् अस्ति, उत्तरपदं विशेषणम् अस्ति, अपि च स च उत्तरपदं सकर्मकतान्तपदं नास्ति इति अस्ति चेत् तादृशसमस्तपदं प्रायः इति उक्तं। निश्चयेन उपमानपूर्वपदकर्मधारयसमासः इति न वक्तुं शक्यते, किन्तु प्रायः उपमानपूर्वपदकर्मधारयसमासः इति अवगन्तुं शक्यते। अत्र उदाहरणमस्ति मेघश्यामः इति, अत्र मेघः इति पदं पूर्वपदमस्ति, तत्तु विशेष्यम् अस्ति। श्यामः इति उत्तरपदम् अस्ति, तद् विशेषणम् अस्ति, अपि च श्यामः इति पदं तान्तपदं नास्ति इति कृत्वा तत्र मेघः इव श्यामः तत्र समस्तपदं कृत्वा समासं कृत्वा मेघश्याम इति यत् समस्तपदं लभ्यते तत् उपमानपूर्वपदकर्मधारयसमासः। उपमानपूर्वपद तत्र महोदय तत्र उपमान उत्तरपद इति भवेत् वा? न न अत्र उपमान इति यस्य तादृश्यम् इति वक्तुम् आमामां सत्यं सत्यम्। इदानीं मेघः इति उपमानः, यद्यपि इदानीम् अत्र मेघः इति विशेष्यम् अस्ति, तत्रैव किञ्चित् भ्रमः अस्ति महोदय, तत्र मेघः इति विशेष्यं भवति वा? उपमान उत्तरपदः अस्ति नरः व्याघ्रः इव नरव्याघ्रः तत्र अस्तु। क्षम्यतां महोदय, अत्र मेघः इति उपमानपदमस्ति, इव श्यामः इति उपश्यामः इति पदम् उपमेयम् अस्ति, किन्तु इदानीं मेघः इति विशेष्यं वा? न महोदय, अत्र तु मेघः कथं श्यामः भवति इति सर्वैः दृष्टं सर्वदा. इत्युक्ते कृष्णः श्यामः, कृष्णस्य श्यामः कथं भवति इति सर्वैः न दृष्टं, किन्तु मेघः कथं दृश्यते तादृशमेव कृष्णः भव कृष्णस्य श्यामः श्यामवर्णः भवति इति वयं अनुमानं कर्तुं शक्नुमः. इति कृत्वा तत्र मेघः इति विशेष्यं विशेषणम्. मेघः इव श्यामः, अत्र विशेषणं विशेषं वस्तुतः अत्र तत्र कृष्णः कृष्णः विशेषः समासस्य तत्र अत्र विशेषणं विशेष्यमिति अत्र विशेषणं विशेष्यमिति तादृशविषयः एव नास्ति अत्र समासस्य अन्तः. श्यामः श्यामः मेघशब्दस्य विशेषणं नास्ति, अपि तु कृष्णशब्दस्य. मेघः मेघः श्यामशब्दस्य विशेष्यं नास्ति. अतः तत्र न अत्र विशेष न विशेषणपूर्वपदः न विशेषण उत्तरपदसमासः, अत्र उपमानोत्तरपद उपमानपूर्वपदसमासः अस्ति. अत्र विशेषणविशेष्यभावः अत्र नास्ति खलु? तादृश तत्र समासे पूर्वपदं विशेष्यम् इति लिखितम्, अतः एव किञ्चिदिव भ्रमः जातः. ओहो, अत्र तस्य विशेष्यं नास्ति, किन्तु अत्र तादृशं न चिन्तनीयम्. अत्र श्यामशब्दस्य विशेष्यं नास्ति. विशेष्यं विशेष्यमिति सामान्यरीत्या विशेष्यमस्ति, तत्र विशेषणं नास्ति, विशेष्यमस्ति. नाम नियतलिङ्गशब्दः अस्ति, तावदेव. अस्तु महोदय, स्पष्टं खलु? एवमेव. आमामां, नाम अभिज्ञा वयं कथम् अभिज्ञातुं शक्नुमः, कथम् अभिज्ञातुं शक्नुमः यत् एतादृशसमासः अस्ति, उपमानपूर्वकर्मधारयसमासः अस्ति इति अत्र कश्चन सङ्केतः अस्ति तावदेव. विशेष्यं सामान्यरीत्या स्वीकर्तव्यमस्ति. अस्तु अस्तु महोदय. एवमेव तत्र वृक्षतुङ्गः इति समस्तपदे वृक्षः इति पदमस्ति, अपि च तुङ्गः, तत्र वृक्षः इव तुङ्गः इति अस्ति अत्र. इदानीं तत्र वृक्षः इति उपमानपदम् अस्ति, वृक्ष इव तुङ्गः. तत्र तुङ्ग इत्युक्ते उन्नत इत्यस्मिन् अर्थे अस्ति, अतः वृक्षतुङ्गः बालकः इति वक्तुं शक्यते. तत्र वृक्षतुङ्गः, तत्र वृक्षतुङ्गः बालकः इति. एवमेव काककृष्णः इत्यत्रापि पश्यतु, पश्यतु, वृक्षशब्दः विशेष्यः अस्ति, तुङ्गशब्दः विशेषणमस्ति, किन्तु कृतान्तशब्दः नास्ति. यथा नृपोक्तः, नृपोक्ता कथा, अत्र नृपशब्द नृपशब्दः विशेषः अस्ति, तत्र उक्तशब्दः विशेषणमस्ति, किन्तु कृतान्तशब्दः कृतान्तरूपमस्ति इति कृत्वा तदर्थम् अत्र तादृश नाम उपमानपूर्वकर्मदायसमासः नास्ति. स्पष्टं खलु? आमाम्. एवमेव काककृष्णः इत्यत्रापि काकः इव कृष्णः इति, अत्र काकः इति उपमानमस्ति, तस्य रूपम् अस्ति कृष्णः इति, अतः तत्र काककृष्णः इति इति उपमानपूर्वपदकर्मधारयसमासः भवति. आमामां महोदय. अत्र सकर्मकतान्त तान्तं वर्जयित्वा विशेषणं चेत् इति अस्ति, इत्युक्ते सकर्मकतान्तरूपम् उत्तरपदे अस्ति चेत् तत्र भिन्नसमासः भवति इति वा? यथा नृपोक्त इति कीदृशसमासः? अत्र तृतीयतत्पुरुषसमासः. अतः वदतु. इत्युक्ते अत्र किमर्थम् अत्र सकर्मकतान्तम् इति दत्तमस्ति? इति एवमेव इति प्रायः इति उक्तमस्ति खलु. केवलम् एक तत्र कश्चन सङ्केतः अस्ति, यदि यदि सकर्मकतान्तरूपम् अस्ति तर्हि तादृश सामान्यतया तत्पुरुष तृतीयतत्पुरुषसमासः अस्ति. अस्तु अस्तु, सामान्यतया तत्र सकर्मकः अस्ति, कृतान्तरूपं सकर्मकः अस्ति, नास्ति चेत् तत्र तादृशं नास्ति. अस्तु अस्तु अस्तु अस्तु. नाम अस्मिन् करपत्रे तादृश नाम सम्पूर्ण सर्वे नियमाः न दत्ताः, किन्तु एक कश्चन भावः अस्ति, कथम् अपि ज्ञातुं शक्नुमः तत्र कीदृश भूमद्भावः नाम कः इति एतत् सर्वम् अस्ति. अग्रे गत्वा पुस्तके अपि पुस्तके अस्माकं पुस्तके अपि तत्र पुनः तत्पुरुषसमासः आयास्यति, तत्र कतिविधसामान्यतत्पुरुषसमासः कथमस्ति, सामान्यसूत्राणि कानि, एतत् सर्वं किञ्चित् किञ्चित् द्रक्ष्यामः. अत्र कश्चन परिचयः अस्ति इति कृत्वा निमित्तमस्ति. अस्तु तर्हि इदानीं प्रायः समापयामः. अग्रिमे सप्ताहे विशेषरूपाणि द्रष्टुं शक्नुमः. अस्तु तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः महोदय. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.